पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 83 पार्वत्युवाच सर्वेषां चैव मासानां विधिं ब्रूहि महेश्वर महोत्सवः प्रकर्तव्यत्को विधिस्तत्र सम्मदः को देवपूजनं कस्य महिमा कीदृशो भवेद् कस्यां तिथौ प्रकर्तव्यं तन्मे वद सुरेश्वर मासं प्रति किमुक्तं च वैष्णवान् पुण्यकर्मणः धन्याहं कृतकृत्याहं सुभगाहं धरातले विष्णोकथां शृणोमीदि दर्शनास्पर्शनात्तव शिव उवाच उत्सवानां विधिं ब्रूमो मासं प्रति तवानखे यानाकर्ण्य पुनर्देवि गीतवादित्रहर्षिता तत्रादौ जसिदे पक्षे चैत्रमास्ये सुशोभने एकादश्यां विशेषेण दोलारूढं प्रपूजयेद कुर्याद्भक्त्या सदा देवि उत्सवं विधिपूर्वकं द्वोलारूढं प्रपश्यन्ति कृष्णं कलिमलापहम् अपराधसहस्रैस्तु मुक्तास्ते नगनन्दिनि तावत्तिष्ठन्ति पापानि कोटिजन्मकृतान्यपि यावन्नान्दोलयेद्देवं विश्वेशं विश्वनायकं कलौ वै ये प्रपश्यन्ति दोलारूढं जनार्दनं गोघ्नादिकाः प्रमुच्यन्ते का कथा इतरेष्वपि दोलोत्सवे प्रहृष्टास्तु रुद्रेण सहितासुराः कुर्वन्ति प्राङ्गणे नृत्यं गीतवाद्यं च हर्षिताः ऋषयो गणगन्धर्वा रम्भाद्यप्सरसां गणाः वासुकिप्रमुखा नागास्तथा देवासुरेश्वराः दोलायां च समायान्ति विष्णुर्दर्शनलालसाः दोलायात्रानिमित्तं तु दोलाह्ने मधुमाधवे भूतानि सन्ति भूपृष्ठे ये केचिद्देवयोनयः समायान्ति महादेवि कृष्णे दोलास्थिते ध्रुवं विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेद् तस्मात् कार्यशतं त्यक्त्वा दोलाह्ने उत्सवं कुरु प्रह्लादस्तु समायादि विष्णोर्दोलाधिरोहणं कुरुते च महादेवि वरदं तमनुस्मरन् दोलास्थितस्य कृष्णस्य ये कुर्वन्ति प्रजागरम् सर्वपुण्यफलप्राप्तिर्निमेषैकेन जायते दोलायां संस्थितं विष्णुं पश्यन्ति मधुमाधवे क्रीडन्ति विष्णुना सार्धं देवदेवेन वन्दिताः दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरी सकृद्दृष्ट्वा तु गोविन्दं मुच्यते ब्रह्महत्यया ॐ दोलारूढाय विद्महे माधवाय च धीमहि तन्नो देवः प्रचोदयात् इदं गायत्र्या पूजनं माधवाय गोविन्दाय श्रीकण्ठाय नमो नमः पूजनं मन्त्रपूर्वं च कर्तव्यं विधिपूर्वकं गुरवे दक्षिणां दद्याद्यथा क्षत्रिया समाहितः गायन् विष्णोः सदा भक्त्या परिपूर्णं तदो भवेद् किमन्यत् बहुनोक्तेन भूयो भूयो वरानने दोलायां संस्थितो विष्णुः सर्वपापापहारकः पूजितो यैर्नरैः सम्यक् सदा सर्वं ददाति च यत्र देवाः स गन्धर्वा किन्नरा ऋषयस्तथा आयान्ति बहुधा तत्र दोलारूढेन संशयः ॐ नमो भगवते वासुदेवायेदि मन्त्रेण पूजनं तत्र कारयेद् षोडशोपचारैः पूजा च कर्तव्या विधिपूर्वकं धर्मार्थमुख्या ये कामास्ते सर्वे प्राप्नुयुर्ध्रुवम् अङ्गन्यासं करन्यासं न्यासं शारीरकं चयद तत्सर्वं तु प्रकर्तव्यं मन्त्रेणानेन सुव्रत आगमोक्तेन मन्त्रेण कर्तव्यो हि महोत्सवः श्रीलक्ष्म्या सहितं देवं दोलायां च प्रकल्पयेद् देवाग्रे वैष्णवास्ताप्या नारदाद्या सुरर्षयः विश्वक्सेनादिका भक्तास्ताप्यास्ते ह्यग्रतः सदा पञ्चवादित्र निर्घोषैः कुर्यादारार्तिकं बुधः यामे यामे तथा देवि पूजनीयप्रयत्नदः नालिकेरैस्तथा शुभ्रैः कदलैर्वा तथा पुनः अर्घं दद्या तदो देवि पूजनीयप्रयत्नदः देवदेव जगन्नाथ शङ्खचक्रगदाधर अर्घं गृहाणमे देव कृपां कुरु ममोपरि तच्चेषं वैष्णवानां तु दद्यात् प्राच्छादिकं पुनः वादनं नर्तनं तत्र कर्तव्यं वैष्णवैर्नरैः आन्दोलनं ततः सर्वैः कर्तव्यं च विशेषतः पृथिव्यां यानि तीर्थानि क्षेत्राणि च सुरेश्वरी सर्वान्येतानि वै तत्र द्रष्टुमायान्ति तद्दिने एवं ज्ञात्वा सदा देवि कर्तव्योत्सवो महान् ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा याश्चान्यजादयः शङ्खचक्रगदाधारा ज्ञातव्या नगनन्दिनी इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे दोलामहोत्सवो नाम त्र्यशीतितमोऽध्यायः ॐ